नमस्कारः ल्यप् प्रत्ययः इति करपत्रम् अनुवर्तते तर्हि तत्र इकारान्तदातवः इति गते सप्ताहे अस्माभिः दृष्टं पुनः पुनस्मरणत्वेन एकवारं किञ्चित् तस्मिन् पुनस्मरणं कुर्मः अरुणा भगिनी भवती वक्तुम् इच्छति वा तत्र इकारान्तदातवः इत्यस्मिन् विषये किञ्चित् लघुरूपेण वदति वा प्रयत्नं करोमि भगिनि इकारान्तदातवः सामान्य सामान्यतया तुक् आगमः भवति किं सूत्रमस्ति हस्वस्य किति पिति कृति तुक् इति सूत्रेण उदाहरणमस्ति वि युग जि ल्यप् हस्वस्य पिति कृति तुक् इत्यनेन हस्व इकारात् इकारान्तदातौ तुक् आगमः भवति पिति कृति परे विधानमेव ल्यप् इति पित् अस्ति कृत् प्रति अपि अस्ति वि जि तुक् य विजित् य विजित्य इति तुक् हस्वस्य पिति कृति तुक् वयं वदति हस्ववर्णस्य तुकागमः भवति कृत्सङ्क प्रत्ययपरे तदनन्तरं सम्प्रसारणि धातवः उदाहरणं श्रीधातु शीघ्रं स्वीकुर्वन्तः श्रीधातु लप्रत्यपदे वचि स्वपि यजादीनां इति सूत्रेण संसारं भवति उत् श्रीयुगलप् वचि स्वपि यजादीनां इति सूत्रेण उत् षकार अण्ड् उकार इकार यः सूत्रमस्ति सम्प्रसारणाच्छेदसूत्रेण सम्प्रसारणवर्ण उकार योगः इकार अत्र पूर्वपरयोः एक पूर्वपदमेव भवति अतः अत् सूय हलः इत्येन अत्र तु सम्प्रसारणवर्णः केवल उकार अस्ति खलु तस्यैव सम्प्रसारणं प्रथमं इकार अस्ति परन्तु सम्प्रसारणसूत्रेण पूर्वपरयोः पूर्वरूपमेव उ एव अवशिष्यति उत्सकार ऊय हलः इत्येन अङ्गस्य हल् उत्तरसम्प्रसारणवर्णस्य दीर्घो भवति उत्सूय स्तनाश्चुः सूत्रेण सूत्रं भूत्वा उच् श्रूय षष्ठोटितसूत्रेण जय उत्तरस्य सकारस् अट् परे सकारादेशः भवति अच्छूय अच्छूय रूपद्वयं भवति तत् भगिनि षष्ठोटि वदतु भगिनि न अवगतं सम्यक् तत्र पदान्तस्य जयः उत्तरस्य शका तत्र सूत्रमस्ति खलु तत् पठति वा वरं पठति वा तत्र किम् उक्तम् इति अस्ति अस्तु अहं पठामि तर्हि तत्र शिशुटि इति सूत्रं वदति अनुवृत्तिसहितसूत्रं पश्यामः पदान्तात् जयः शः छः अटि संहितायाम् अन्यतरस्याम् इति तर्हि विकल्पेन अयं कार्यं सम्भवति इति अवगच्छामः तर्हि संहितायां विषये तदनन्तरम् अटिप्रत्यये अटिपरे इति दत्तमस्ति अटि इति के के वर्णाः वर्तन्ते अटि इत्यस्मिन् अट् प्रत्याहारे सर्वे स्वराः हयवर हयवर इति वर्तन्ते तर्हि तादृशवर्णः अट् प्रत्यये परे अट् क्षम्यताम् अट् वर्णे परे अटिपरे तदनन्तरं जयः उत्तरस्य जयः इति जयप्रत्याहारे के के पदान्तजयः इति उक्तमस्ति तर्हि पदान्ते जय् वर्णः भवेत् तर्हि जय् इति प्रत्याहारे के के वर्णाः सन्ति झभे कपै पर्यन्तं खलु तर्हि प्रथमवर्ण प्रथमवर्गीय वर्गीयव्यञ्जनानां प्रथम द्वितीय तृतीयचतुर्थवर्णाः वर्तन्ते 1, 2, 3, 4 वर्णाः वर्तन्ते तर्हि तत्र तादृशशकारात् पूर्वं यदि 1, 2, 3, 4 एषु वर्णेषु कश्चन वर्णः अस्ति, तदनन्तरं परवर्णः के के भवति, सर्वे स्वराः, नो चेत् कश्चन स्वरः, नो चेत् हकारः, यकारः, वकारः, रेफः इत्यादयः सन्ति चेत् तर्हि तत्र किं भवति, शकारस्य विकल्पेन चकारादेशः भवति इति सूत्रं वदति. किन्तु अत्र वार्तिकमपि वर्तते. अनेन वार्तिकेन किं वचत्वम् अमि इति वाच्यम् इति अस्ति. यद्यपि पाणिनिना अटि इति सूत्रितम् अस्ति, इत्युक्ते सर्वे स्वराः हयवरट् इति सूत्रितम् अस्ति, तथापि साक्षात् पश्यामः चेत् अमि इति अस्ति इति, इत्युक्ते अत्र अम् प्रत्याहारे के के वर्णाः सन्ति इति पश्यामः चेत् न केवलम् अट् किन्तु अम् इति, अम् प्रत्याहारे के के वर्णाः इति पश्यामः चेत् न इतोपि वर्तन्ते खलु सर्वे स्वराः हयवरट् अनन्तरं यमगणनम् पञ्चमवर्णः. तर्हि सर्वे स्वराः वर्गीयपञ्चमवर्णः, तदनन्तरम् अन्तस्थाः यवरल इति अन्तस्थाः, अनन्तरं हकारः अपि. एते वर्णाः परे वर्तन्ते चेत् तर्हि शकारस्य विकल्पेन चकारादेशः भवति. वि हव् 1, 2, 3, 4 तत्र पूर्वं भवति, अनन्तरं शकारः अस्ति, तदनन्तरं स्वराः अन्तस्थाः 5th केटगरी, अनन्तरं हकारः. येषु कश्चन वर्णः परे अस्ति चेत् तर्हि चकारस्य विकल्पेन चकारः भवति इति सूचितं. तत् उदाहरणं तत् श्लोकेन तत् इति कथं पदार्थं भवति भगिनि? तत् इति पदमस्ति खलु. तत् इति अत्र किमस्ति, अत्र अतशिवः इति अस्मिन् अत्र समस्तपदमिति चिन्तयतु खलु. प्रायः समस्तपदं भवेत्, समस्तपदं भवितुम् अर्हति, नो चेत् तत् शिवः इति पृथक् पदमपि भवितुम् अर्हति. तत् इति एतत् तत् इति पदमेव खलु, तिङन्तं पदम् अस्ति खलु, इति कृत्वा पदं. यदि समस्तपदरूपेण तत्शिवः इति लिखामः चेदपि, यद्यपि तत्र प्रत्ययस्य लोपः जायते, सुप्रत्ययस्य तत्र मध्ये लोपः जायते, तथापि पदसंज्ञा तिष्ठति खलु. प्रत्ययलोपे प्रत्यलक्षणमिति तत्र पदसंज्ञा तिष्ठति, तथापि पदं भवति. तर्हि चतुर्थवर्णः अस्ति खलु, तत्र प्रथमवर्णः अस्ति तत् इत्यस्मिन्, अनन्तरं षकारः अस्ति, तदनन्तरम् इकारः अस्ति तश्शिवः इत्यस्मिन्, तर्हि तश्शिवः इति चकारः आदेशः भवति चशोटि इत्यस्मिन्. क्षम्यताम्, अत्र तु प्रथमं जलां शोन्ते भूत्वा स्तोः शुनाशुः भूत्वा, तदन खरीच अपि भूत्वा, तदनन्तरं तच् शिवः इत्यस्मिन्, शिवः इत्यस्मिन् तच् शिवः इति भवति. धन्यवादः. किमित्युक्ते सूत्रे तु अटि इति अस्ति, किन्तु साक्षात् तु अमि इति वर्तते. विमला भगिनी स्मारयति वा भगिनी, अग्रे किं पठितम् आसीत् इति, इकारान्तधातूनां डुमिन् धातोः विषये वदति वा? ध्वनिः न श्रूयते. एकनिमिषं भगिनि, साधनं उद्घाटयामि. आम् भवती आगच्छतु. तत्र मणिमहोदय वदति वा महोदय तावत्. डुमिन् धातोः स्थितिः स्मारयति वा? डुमिन् धातुः इकारान्तधातूनाम् आसं भवति. डुमिन् धातुः अनन्तरं ग्रीन् ग्रीन् ग्रीन् धातुः आत्मं भवति. उपदेशावस्थायां सूत्रम् अत्र कार्यं करोति चेत् मीनाति मीनाति इति लपि इति सूत्रेण उदाहरणमस्ति. प्रयोः नीयोः मीनाति मिनाति दिवं यपि इत्यनेन जिमिन् धातोः उपदेश आत्मम् उदाहरणं प्रयोः मा नी स्थाने मा आदेशः प्रायः मा योः य प्रमाय इति कार्यं करोति. मीनाचि मिनोति लिङ्गामिलि अपि अपि अस्ति. अनन्तरं चिन्न इत्युक्ते गुणकार्यं यदा प्रत्ययः नास्ति परन्तु ईकारस्य धातोः ईकारस्य गुणः भवितुम् अर्हति तदापि गुणकार्यस्य पूर्वम् आत्वं भवति इति सूत्रं वदति. तदेव प्रमाय अनन्तरं नीयोः नीयोः अत्रापि निमाय इति सूत्रमपि पठामि महोदय. एकवारं प्रथमवाक्यम् अनन्तरं प्रथमवाक्यद्वयम् अनन्तरम् अन्तिम अनुवृत्ति. क्रियादो मीन्स् स्वादो मीन्स् द्वादो दीन् तेषां धातूनाम् आकारः अन्तादेशः भवति यदि अथवा ये चिन्तस्य कृतेपरे सिद्धान्तकौन्त्याम् एषाम् आत्मं स्यात् यपि सकारादि निमित्ते अनुवर्तिसूत्रम् उपदेशे मीनाति मिनोति लिङ्गां यपि च आत् एषः एच् निमित्ते तदेव क्रियादिगणौ अपि स्वादौ अपि द्वादिगण धातुः अस्ति इति तेषां इकारस्य स्थाने अथवा ईकारस्य स्थाने आत्वं भवति इति मीनाति मिनोति इति नाम सूचयामि. महोदय एषः उपदेशयिष्यति इति ये चिष्टा अर्थं किम् इत्युक्ते एच् प्रत्याहारः तत्र उपदेशावस्थायाम् इति अवगच्छामः खलु. उपदेशावस्थायाम् इति विषयसंस्थमेव अस्ति. तदनन्तरं स्थाने किम् अस्ति? मिनाति मिनोति दिङ्गाम् इति इत्युक्ते मी धातुः स्वा क्रयादिगणस्य मीन् धातुः स्वादिगणस्य मिनोति इत्यनेन नो खलु. तर्हि मिन् धातुः दिवादिगणस्य दिङ् एतेषां त्रयाणां स्थानिनः एते त्रयः दातवः. एतेषां किं कार्यं भवति? आत् भवति खलु. आत् आगमः आगमः प्रथमाविभक्तौ अस्ति इति कृत्वा आत् आगमः भवति. तर्हि निमित्तं किम् अस्ति? व्यपि इति दत्तमस्ति खलु. व्यपि च इति अस्ति इति कृत्वा व्यपि परे भवति. अन्यथा कुत्र भवति इति पृच्छामः चेत् एचः अशिति इति दत्तमस्ति. इत्युक्ते एच् तत्र तु अशित् प्रत्ययः भवेत् परे तु अशित् प्रत्ययः भवेत् इत्युक्ते शिक्षम. किन्तु एच् निमित्तिक एचः इत्यनेन षष्टिः अस्ति खलु. सम्बन्धषष्टिः इति प्रायः स्यात् तत्र मन्ये. तर्हि एच् निमित्तिके अशित् प्रत्ययः भवेति इत्युक्ते यत्र सामान्यतया एच् प्रत्याहारे के के वर्णाः सन्ति? ए ओ ऐ औ. तर्हि ए ओ ऐ औ सामान्यतया एच् विधानं कुत्र भवति? गुणवृद्धि गुणवृद्धिकार्यं भवति चेत् भवति. आम्, तर्हि तादृशगुण वा वृद्धिकार्यं वा यत्र भवति तत्र तद् कार्यं प्रभाद्य एतस्य विधानं भवति, आकारस्य विधानं भवति. यदि लेपि तु चिन्ता एव नास्ति, निश्चयेन भवति. किन्तु अन्यत्र अशत् प्रत्ययपरे कदा भवति इत्युक्ते यत्र गुणकारस्य वा वृद्धिकारस्य वा प्रसक्तिः अस्ति किन्तु तस्य प्राप्तिः तु न भवति. एतस्य एतत् कार्यम् आगते नो चेत् एतत् कार्यं निरवकाशं भवति खलु. यत् सूत्रितमस्ति तत् सः भागः निरवकाशः भवति इति कृत्वा एतस्य तत्र भागे एतत् कार्यं भूत्वा कार्यं कृत्वा आत् आगमः भवति. अत्र मी इति तत्र एचः इति अंशस्य च मी इति धातोः सम्बन्धः नास्ति किल? नास्ति महोदय, तत्तु निमित्तम् अस्ति. अशीति इति सप्तमी अस्ति खलु. अशीति इति परनिमित्तम् अस्ति खलु. तर्हि अशीति कीदृश अशीति इत्युक्ते एचः अशीति इति इत्युक्ते ए सम्बन्धषष्टिः अस्ति. एचः सम्बन्धि अशीति इति पश्यति प्रत्यय किन्तु वक्तुम् इच्छामि भगिनि, एच् निमित्त प्रत्यय इत्युक्ते तच्च तव्य तुमुनिति यदि अस्माभिः कृतं तदापि एतदेव सूत्रमासीत्, नीनाति मिनोति दीनां लपि च इति तच्छ्रष्टव्यत्वमुन् परे गुणकार्यस्य प्रसक्तिः अस्ति भवति अपि, तदा तत् एच् उपदेशव्यवस्था एव आत्मं भवति इति चर्चितमासीत्. आं भगिनि, आं तर्हि किं रूपं किं भवति मीङ् धातोः तुमुन् रूपं किं भवति? मातुम्. मातुम् इति भवति. तर्हि मी योगः तुमुन् इति अस्ति. अधुना तुमुन् प्रत्ययः षित् नास्ति इति कृत्वा षित् अस्ति. तत्र केन सूत्रेण गुणकार्यप्रसक्तिः अस्ति अधुना? सार्वधातुकार्यधातुकयोः प्रसक्ति, गुणकार्यस्य प्रसक्तिः अस्ति. तदा अनेन सूत्रेण गुणकार्यं तु एकारस्य आदेशः तु न भवति, ईकारस्य स्थाने एकारः भवेत्, किन्तु तत्र बाद्य आकारः आदेशः भूत्वा मातुम् इति प्राप्नुमः. तर्हि पूर्वं नाम पूर्वम् अस्माभिः सम्प्रसारणविषये चर्चितं, तत्र ल्यपि कित्वमपि स्वीक्रियते किल? आम् आम् महोदय, ल्यप् इति किम् अस्ति त्वाप्रत्ययस्य स्थाने ल्यप् प्रत्ययः आदेशः भवति इति कृत्वा कित्वमपि आरोपितमस्ति अस्ति. तदनन्तरं आम् इदानीं कित्वे स्वीकृते तु गुणनिषेधः भवति एव किल किमिति च इत्यनेन? सत्यं महोदय, भवति एव. आम् अत्र तु तस्य भागस्य प्रवृत्तिः नास्ति, एचः अशीति इति इत्यस्य प्रवृत्तिः अत्र नास्ति. तुमुन् नाम यदि धातुपाठे केचन त्वे वा किमपि धातोः अन्ते यदि एकारः वा ऐकारः वा अस्ति चेत् तत्र एचः उपदेशे इति प्रवर्तते किल? न, साक्षात् एकारः एव धातोः एव एक भागः एकारः उपदेशव्यवस्थायाम् एकारः अस्ति चेत् तत्तु न भवति. एच् निमित्तं यत्र भवति, एच् निमित्तप्रवृत्तिः तादृशप्रत्ययः यत्र भवति, एच् येन प्रत्ययेन एच् क्रियते तादृशप्रत्ययः अशित् प्रत्ययः अस्ति चेत् तत्र एकं तु भवति, किन्तु अस्तु अस्तु अवगतम् अवगतं. नाम अत्र तु ल्यप् विषये तु तस्य आवश्यकता नास्ति, परन्तु किमपि अन्यः प्रत्ययः अस्ति चेत् प्रायः तत्र प्रवर्तते प्रायः. यथा भगिनी स्मारितवती तुमन् प्रत्यये परे तृच् प्रत्यये परे अस्माभिः पठितुम् आसीत्, किन्तु वयं स्मरामः भगिनी तदर्थमेव धन्यवादः. अत्र ल्यप् उक्तं यतः सूत्रे अस्ति उपदेशे ल्यपि च आत् एचः इति द्वयमपि उक्तमस्ति खलु सूत्रे. सामर्थ्यात् ल्यपि परे तु भवति निश्चयेन. भवती एव वदति वा भगिनी? क्षीधातोः अस्तु भगिनि, क्षीधातोः दीर्घादेशः क्षियः इत्यनेन क्षी क्षये इति धातोः दीर्घादेशो भवति ल्यपि परे. प्र क्षी ल्यप् क्षियः इत्यनेन क्षीधातोः दीर्घादेशः ल्यपि परे प्रक्षीय इति रूपम्. एवमेव उपक्षी ल्यप् इत्यत्र उपक्षीय इति रूपं भवति. सूत्रं पठामि भगिनि. क्षियः क्षीक्षये इति धातोः दीर्घादेशो भवति ल्यपि परे. सिद्धान्तकौमुद्यां क्षियो ल्यपि दीर्घः स्यात्. क्षियः षष्ट्यन्तम् एकपदमिदं सूत्रं ल्यपि हा लघुपूर्वात् भगिनि इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः. युप्तुवोः दीर्घः छन्दसि इत्यस्मात् दीर्घ इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं क्षियः अङ्गस्य दीर्घः ल्यपि इति. तर्हि स्थानी अस्ति, स्थानी किम् इकारः खलु दीर्घं भवति अङ्गम् इति कृत्वा तदनन्तरं केन सूत्रेण अन्तिमवर्णः इति ज्ञायते इत्युक्ते न तत्र केन सूत्रेण अन्तिमस्य स्थाने विधानं पूर्णतया किमर्थं न भवति इति न अवगतं भगिनी. प्रश्नः क्षियः इति अस्ति खलु तत्र न चिन्ता नास्ति भगिनि, क्ष्यः अङ्गस्य स्थानि अस्ति खलु, षष्ट्याम् उक्तमस्ति इति कृत्वा स्थानि इति तावदेव. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव तत्र आदेशः भवति. परन्तु अत्र क्षि इति धातुः अस्ति खलु, क्षि इत्यत्र इकारस्य एव दीर्घत्वं भवति. तदेव महोदय स्मारकमस्ति हलोन्तस्य अलोन्तस्य इति अन्तिम. अन्यप्रश्नः आगतः एवमेव, क्षियः इत्यत्र किमर्थं तु आगमनं भवति? अत्र तु भगिनी क्षि इत्यस्य षष्टिरूपम् अस्ति, नामपदम् इति स्वीकृत्य किं कः प्रत्ययः अस्ति? पूर्णपहारी लोपि प्रत्ययः अस्ति खलु, किं प्रत्ययः प्रत्ययः अस्ति इत्युक्ते प्र क्षील्यप् इति अस्ति खलु, अत्र किमर्थं तु गागमनं भवति इति एवमेव पृष्टवान्. न दीर्घ भवति खलु, तेन कारणेन अत्र गागमनं भवति इति वक्तव्यं, तदेव तस्य आशयः आसीत्. अहं तु क्षियः इति सूत्रे किमर्थं गागमः न क्षी इत्यत्र क्षीपश्चात् जप् अस्ति, ह्रस्वस्य पिति कृति तुक् इति अत्र किमर्थं न भवति इति क्षयः अस्य क्षयः इत्यस्य सूत्रेण अत्र दीर्घत्वं भवति इति कृत्वा तुगागमः न भवति, तदेव. आं भगिनि, 6171 सूत्रमस्ति, एतत् 64 अस्ति, परसूत्रम् अस्ति इति कृत्वा प्रायः अस्य प्रसक्तिः प्राप्तिः भवति खलु. अपि च अत्र एव कार्यं करोति खलु क्षयः इति, अन्यत्र लब्धावकाशः नास्ति. एतदपि नित्यसूत्रमिति अपि वक्तुं शक्यते वा? किमर्थम् तुगागमे सत्यपि पुनः तत्र दीर्घादेशः भवति एव क्षयः अङ्गस्य इति कृत्वा, किन्तु यदि तुगा यदि क्षयः इति भवति चेत् तुगागमः न भवति इति कृत्वा बलाबलचिन्तने एतत्तु नित्यसूत्रं भवति. अस्तु, तद् न जानामि. वा आनीयते चेदपि ततः परमपि दीर्घादेशः क्रियते चेत् इदानीं कारणस्य अपहरणे कार्यमपि गच्छति इति किमपि वार्तिकं वा किं वदन्ति प्रिन्सिपल् अस्ति किल, कारणे निवृत्ते कार्यमपि गच्छति इति निमित्त अपाय नैमित्तिकस्य एवं महोदय तद् भवति. यदि तद्भवति तत्र निमित्तपाये नैमित्तिकस्यापि अपायः इति कश्चन वार्तिकं वा परिपूर्णः नास्ति, तत्र वयं किम् अकृतव्यूहाः पाणिनीयाः इति स्वीकुर्मः. यत् न करणीयं तद् वयं न कुर्मः इति. अत्र इकारस्य आगमनेन तु तकारस्य लोपः तु न जायते खलु, प्रथमं तकारः आयाति इति चिन्तयति, इकारः जायते खलु, इकारः कृत्वा पूर्वतनसोपाने यत् कृतं तस् त्यक्तव्यम् इति तु नास्ति खलु, अकृतपाणिन्यः इत्युक्ते न भवति. किन्तु कृताकृतप्रसङ्गं चिन्तयामः चेत् यदि प्रथमं तु आगमः भवति तथापि यदि आगमः भवति तत्र विकृतिः जातः तथापि पुच्छः छिन्नः छिन्नपुच्छशुनकः तु शुनकः एव इति अस्ति खलु, यद्यपि तुगागमः जातः तथापि क्षिय अङ्गमेव अस्ति इति कृत्वा क्षियः इति सूत्रेण तत्र दीर्घः जायते, तदा तु क्षी इति जायते. इति वयं विपरीतत्वेन अधुना चिन्तयामः, तर्हि तुगागमः भवति चेत् क्षयः इत्यस्य प्रसक्तिः प्राप्तिः अस्ति. क्षयः प्रथमं सम्भवति इति चिन्तयामः चेत् तदा किं भवति, ह्रस्व इकारस्य दीर्घ इकारः जायते, अधुना तुगागमस्य प्रसक्तिः प्राप्तिः न भवति तुगागमः इति कृत्वा क्षयः इति सूत्रं नित्यसूत्रं भवति. एवमेवम्, अस्तु, धन्यवादः. इति अवगच्छामि खलु, अन्येषां मतभेदाः सन्ति वा? न भगिनि, तावत् तदेव भवत्याः. अग्रे पठामः वा? सूर्यकुमारी भगिनी पठति वा भगिनि अग्रे? भगिनि सूर्यकुमारी भगिनि क्षम्यतां भगिनि मूत् मध्ये अस्ति आमाम् ईकारान्तधातवः सामान्य ईकारान्तधातूनां किमपि कार्यं नास्ति ईकारः दीर्घः इत्यस्य कारणेन रसस्य पिति कृति तुक् इत्यस्य प्रसक्तिर्नास्ति यथा नियोगः नीय एवमेव तत्र ईकारते किमपि कारणं नास्ति दीर्घकार भगिनी अस्ति भगिनी मध्ये मध्ये भङ्गः जायते भगिनी न श्रूयते भगिनी भिन्नदूरवाणी आयाति वा ओके पुनः आगामि आगच्छतु भगिनि महोदय भवान् पठति वा महोदय कृपया हा तथैव इदानीं ली धातुः इति वा ईकारान्तधातवः इति आरम्भतः भगिनी यत् पठितवती तत् ईकारान्तधातवः सामान्य ईकारान्तधातूनां किमपि कार्यं नास्ति ईकारः दीर्घः इत्यस्य कारणेन ह्रस्वस्य प्रतिकृति तुक् इत्यस्य प्रसक्तिः नास्ति यथा वि नील्यप् इति स्थिते विनीय इति रूपं सिद्ध्यति एवमेव विभीय इत्यपि अग्रेपि पठनीयं वा ली धातोः विकल्पेन आत्मो विभाषा लीयतेः इत्यनेन ली धातुः विकल्पेन आत्वादेशः भवति एचः विषये च ल्यपि परे इदानीम् एचः इति किमर्थम् अत्र स्वीक्रियते धातोः ईकार एव अन्ते अस्ति किल अस्तु यथा भवतीभिः उक्तं यदि एच् आदेशः भवति चेत् तस्मिन् विषये इति अस्तु आत्वे पक्षे वि लीङ् ल्यप् इति स्थिते विभाषा लीयतेः इत्यनेन ली धातुः आत्वदेश लपि परे वि ओके अलोन्त्यस्य विलाय इति रूपम् विकल्पेन इत्युक्तत्वात् विकल्पः कः इदानीं विलीय इत्येव भवति किमर्थम् अत्वपक्षे इति उक्त्वा आत्वविपक्षे इति किमपि ओके विलीय इति दट् तदेव साधारणरूपम् ऐ मीन् अन्यत् पक्षे एवमेव विली ल्यप् इत्यत्र विभाषा लीयतेः लीङ् श्लेषणे च ली श्लेषणे द्वयोः धातोः धातुद्वयं नाम लीङ् इत्यत्र आत्मनेपदं ली इत्यत्र प्रायः परस्मै एव द्वयोः धातोः विकल्पेन आत्वादेशः भवति एचः विषये च ल्यपि परे उपदेशावस्थायाम् उपदेशावस्था नाम इदानीं का भगिनि उपदेशावस्था इत्युक्ते विषयद्वयं वर्तते महोदय औपदेशिकधातूनां यत् उपदिष्टम् अस्ति तादृश अवस्था केनचन प्रत्ययेन प्रत्ययनिमित्तिकं कार्यं न सञ्जातं चेत् तत्तु उपदेशावस्था इति वदामः केवलम् अनुबन्धलोपस्य अनन्तरम् उपदेशावस्था इति वक्तुं शक्यते सामान्यतया प्रक्रिया यत्र कुर्मः किन्तु उपदेशिकधातूनां तु यथा अधुना ली धातुः लीङ् इति धातुः अस्ति अनुबन्धलोपानन्तरं ली इति प्राप्नुमः खलु अधुना कश्चन गुणकार्यं वा किमपि कार्यं न कृतं केवलं साक्षात् तिष्ठति स्वयं तिष्ठति खलु उपदेशावस्था इति वदामः यत्र औपदेशिकधातूनाम् अनन्तरं औपदेशिकधातूनां वयम् एवम् अवगच्छामि तत्र धातुः निर्मितं यद्यपि आतिदेशिकधातुः अस्ति तथापि तस्य धातु इति संज्ञा यत्र प्राप्नोति धातु अन्तिमरूपं यत्र वयं प्राप्नुमः आतिदेशिकधातूनां तदेव अवस्था पुनः अन्यप्रतिनि नूतनप्रक्रिया आरभते खलु यत्र नूतनधातुं निर्माणं कुर्मः पुनः धातुः एव स्वयं धातुः इति स्वीकृत्य नूतनप्रक्रिया जायते भिन्नप्रत्ययः तिप् वा नो चेत् कृदन्तं वा कृत् प्रत्ययः वा परे आगच्छन्ति तर्हि तादृशनूतनप्रक्रियायामपि किमपि परिवर्तनं विकृतिः न जायते चेत् प्रत्ययनिमित्तिकविकृतिः न जायते चेत् तादृशरूपस्य पुनः उपदेशावस्था इति वदामः वयम् ओ एवम् एवं धन्यवादः अवगतम् इदानीं तस्यपि उपदेशावस्था भवति यदि स अनन्तप्रत्ययः वा किमपि अन्यत् यङन्तः वा अस्ति चेत् तत्रापि स्वीक्रियते एव साक्षात् आम् एषः विषये इत्युक्ते यत्र तादृशप्रत्ययः परः अस्ति यः ईकारस्य गुणादेशकारणं स्यात् यथा कोऽपिषित् प्रत्ययः सार्वधात् नो मीन् तिंशित् सार्वधात्कम् इति कृत्वा अथवा ओकेषित् प्रत्ययः ओके अशित् इति अनुवृत्तिः नास्ति वा पूर्वतने तु पूर्वतने सूत्रे यत्र मिनाति मिनोति इति इत्यस्मिन् अशिति इति स्वीकृतम् आसीत् अत्रापि अशिति इति न स्वीकरणीयं वा अत्र न लिखितं किल विभाषा लीयते इति एकवारं पश्यामि तत्र अत्र अष्टाध्यायी डाट् काम् मध्ये मिनाति मिनोति इत्यस्यापि अशिति इति न स्वीकृतमस्ति किन्तु अन्ततो गत्वा प्रायः अशिति इति भवेत् इति प्रायः स्यात् निमित्ते अस्ति तदर्थं दत्तमस्ति अन्यथा तु अशित् इति किमपि न दत्तम् अस्ति नाम तत्र बालमनोरमायाम् अशिति इति परनिमित्तं समुच्चीयते इति दत्तमस्ति मिनाति मिनोति इत्यस्मिन् मनोरमा किमपि उक्तम् अस्ति वा अत्र तु ननु लियते इति श्यना श्यना निर्देशात् वा श्यना नाम किं ननु लियतेः इति श्यना मेबि एतत् त्रुटिः वा शन् इति वा शन् प्रत्ययः ओ शन् ओके ओके ओके शनानिर्देशात् लिङ्श्लेषणे इति नाविकरणस्य ओके सः किमपि अन्यत्र नाम षिद् इति विषयस्य तत्र पक्षः नास्ति इति भाति तत्र नोक्तं नोक्तम् अस्मिन् सूत्रे न उक्तं किन्तु पूर्वतने सूत्रे तु उक्तम् एवं साक्षात् अग्रे अग्रे आयाति तथापि तत्र भेदः वर्तते अनुवृत्तेः अस्तु सो अत्र तु अग्रे पठामि वा भगिनी किमपि पृष्ट भगिनी किमपि पृष्टवती वा सूर्यकुमारी भगिनी एच् निमित्ते इत्युक्ते अस्ति एव खलु एच् निमित्ते इत्युक्ते गुणकार्यनिमित्ते इति चव्यत्वमपि तथा एव भवति प्रमाता विलाता विलेता इति रूपद्वयमस्ति तत्र एच् तत्र एच् इत्युक्ते तत्र एकारः एच् प्रत्याहारे के के वर्णाः सन्ति ए ऐ तादृश आदेशः कुत्र भवति गुण आदेशः एव भवति खलु गुण वा तादृशगुणकार्यं वा वृद्धिकार्यं वा यत्र प्रसक्तिः कस्य सूत्रस्य प्रसक्तिः प्राप्तिः कारयति चेत् तत्र कमपि सूत्रं कारयति चेत् तत् तं सूत्रं प्रभाद्य अत्र आत्मम् आयाति अत्र तु विकल्पेन भवति विभाषा इति रूपद्वयं भवति यथा तुमनत्र लेतुम् अथवा लातुम् इति भवति लेता लाता लेतृ इत्यस्य तुम् सार्वधातुकार्धातुकेन गुणकार्यं भवेत् खलु तदा एकस्मिन् पक्षे अधुना विकल्पेन इति उक्तत्वात् एकस्मिन् पक्षे तत्र आकारः आदेशः भवति यथा भवतीभिः अत्र उक्तं गुणविषयकः वा वृद्धिविषयकः इति परन्तु आदेश उपदेशे शिति इत्यत्र काशिकायां तु एजन्तः यः धातुः उपदेशे यः धातुः सूत्रमस्ति महोदय तत् भिन्नः सूत्र ततः एचः इति अनुवृत्तिः आगच्छति किन्तु इयं तु इदं तु भिन्नं सूत्रमस्ति खलु ओहोहो सो अनुवृत्तिः तु ततः एव स्वीक्रियते परन्तु तत्र कश्चित् अर्थभेदः निश्चयेन आम् आम् सत्यम् नाम तत्र शब्दाधिकारः अनुवृत्तिविषये न तु अर्थाधिकारः महोदय अत्र यत् उक्तम् आदेचि उपदेशे अशिति इत्यस्मात् एचः उपदेशे इत्येषाम् अनुवृत्तिः अशिति इत्यस्य अनुवृत्तिः नास्ति अस्मिन् सूत्रे तदेव भगिनि तत्र मिनाति मिनोति इति 161 अस्ति खलु तत्र तु अशिति तत्र अत्र नास्ति भाषा लीयते अस्मिन् सूत्रे नास्ति अनुवृत्तिः महोदयस्य प्रश्नः आसीत् तस्मिन् तु एचः इति एजन्तदातुः इति स्वीकृतमासीत् खलु अत्र तु एचः इति तत्र एच् विषये इति विषयसत्यरूपेण नो चेत् एच् सम्बन्धी इति वयं स्वीकुर्मः खलु कश्चन विधिः इति तर्हि अर्थभेदः अस्ति खलु तत्र एच् किम् अस्ति अत्रापि तदेव एच् निमित्त इति अस्ति आदेच उपदेश अशिति यदस्ति तस्मिन् एजन्त इति अस्ति इति भाति मीनाति मिनोति दीर्घाम् एच् निमित्तप्रत्यय एव आम् तदेव महोदयेन अन्ततो गत्वा अत्र उक्तमासीत् तत्र किमस्ति अर्थग्रहणं न क्रियते अत्र केवलं तत्र शब्दग्रहणं कृतमस्ति इति अनुवृत्तिः तु केवलं शब्दग्रहणेन कृतमस्ति भिन्न अग्रे गच्छामः वा सो एचः विषये इत्युक्ते यत्र तादृशप्रत्ययः परः अस्ति यः ईकारस्य गुणादेशकारणं स्यात् यथा कोऽपिषित् प्रत्ययः ओके कोऽपिषित् प्रत्ययः किमर्थं तथा उक्तं नाम सार्वधातुकम् इति उक्तत्वात् वा एक्साम्पल् कुत्र पठति क्षम्यतां महोदय अहं तु भिन्नकरपत्रे अस्मि यथा कोऽपि यथा इत्युक्ते उदाहरणं खलु उदाहरणत्वेन दत्तं अशितपि भवितुम् अर्हति कोऽपि सार्वदातुकं वा अर्धदातुकं वा भवतु येन गुणः विधीयते वा तादृशप्रत्ययः उदाहरणार्थं एवमेव विभाषा न न अत्र तु षित् इति उदाहृतमस्ति तावदेव तावदेव ओके ओके तत्र मम शङ्का आसीत् किमपि विषयः अस्तु विभाषा प्रथमान्तं लीयतेः षष्ठ्यन्तं द्विपदम् इदं सूत्रम् आद् एच उपदेशे शिति अशिति इत्यस्मात् आत् एचः उपदेशे इत्येषाम् अनुवृत्तिः मीनाति मिनोति दीङ्गां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लीयतेः आत् एचः एज् विषये एच् निमित्ते ल्यपि उपदेशे विभाषा अग्रेपि पठनीयं वा अत्रापि चकारग्रहणं कर्तव्यं खलु च इति तत्र समुच्चयार्थे च इति अनुवृत्तिः भवेत् ननु तत् न कृतम् तत्र तु लीयतेः आत् एचः ल्यपि च इति भवेत् ल्यपि च ओके यथा मिनोति मिनोति इत्यस्मिन्नपि अस्माभिः ल्यपि एच एचः च इति कृतमासीत् तथैव अत्रापि च चकार च इति समुच्चयार्थे ग्रहणीयम् इति चकारेण किं समुच्यते समुच्चयः तत्र ल्यपि एण्ड् इति अर्थे उभयत्रापि कार्यं भवति इति निर्दिष्टम् विशेषणभावः नास्ति खलु पूर्वं यदुक्तं तदपि भवति एतदपि भवति इत्युक्ते एचः अपि भवति ल्यपि परे अपि भवति इति एचः अपि भवति ल्यपि परे अपि भवति ओके अस्तु अस्तु सो द्वावपि आवश्यकौ ओके पूर्वस्मिन् सूत्रे च इति गृहीतमासीत् खलु पाणिनिना उक्तम् आसीत् खलु सप्तमी विभक्ति द्वयं नास्ति इति कृत्वा प्रायः प्रायः तत् ओके इदानीं सप्तमीद्वयम् अस्ति वा उपदेशे विभाषा इति उपदेशे इति तस्मात् इति विषयसप्तमी अस्ति विषयसप्तमी निमित्तसप्तमी नास्ति इति कृत्वा प्रायः न अस्तु अग्रे गच्छामः वा अन्ये पठ सूर्यकुमारी पठ भगिनी पठति वा भगिनि इकारान्तधातूनाम् आत्मन दीङ् मीन् मीन् धातु दीङ् मीन् डुमै च धातूनाम् उपदेशावस्थायाम् आत्मं भवति लपि परे मीनाति मिनोति दीङ्गां लपि च इति सूत्रेण तत्र त्रीणि त्रयधातवः सन्ति दीङ् मीन् मीन् डुमिन् च उपदेशावस्थायाम् आत्मं भवति ईकारस्य स्थाने उपयोगः दीङ् ल्यप् मीनाति मिनोति दीङ्गां लति च इत्यनेन दीङ् धातोः उपदेशावस्थायाम् आत्मम् उपयोगः दीन् दीस्थाने दा भवति दायोगः या उपदाय इति रूपं भवति एवमेव प्रायोगः मी मी धातु लप् प्रमेय भवति प्रमाय प्रमायति भवति सूत्रं पठामि भगिनि पठतु भगिनि मीनाति मिनोति दीङ्गा दीङ्गां लपि च त्रयादौ मीङ् धातु स्वादौ मिण् मिण् धातु द्विवादौ दीङ् येषां धातूनाम् आकार आकार अन्तादेशो भवति लपि अथवा एज् निमित्तसिद्ध सिद्धन्न प्रत्यये परे सिद्धान्तकौमुद्यां येषाम् आत्मं स्यात् स्यात् लपि चकारात् अस्ति एज् निमित्ते अस्ति एज् निमित्ते मीनाति च मिनोति च दीङ् च तेषाम् इतरेतरद्वन्द्वः मीनाति मिनोति दीङ्गः तेषां मीनाति मिनोति दीङ्गां मीनाति मिनोदीङ्गां षष्ट्यन्तं लपि सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रम् आदेश उपदेशे स्थिति इत्यस्मात् आत् एच् उपदेशे अस्थिति इत्येषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उपदेशे मेनाति मिनोति दीङ्गां लपि च आक् एचः अस्ति तत्र अस्ति अपि उक्तम् अनुवृत्तिसहितसूत्रे मेनाति मिनोति दीङ्गां लपि च इति वदति उपदेशे ईकारान्तधा धातवः उक्तं ते उपदेशे अवस्थायामेव आत्मं भवति कदा भवति इत्युक्ते एचः निमित्ते प्रत्यये परे अस्ति अपि प्रत्ययः यः अशित् प्रत्ययः अस्ति तस्मिन् परे अन्यथा तु लपि परे अपि आम् आम् च इति ग्रहणम् अत्र तु एचः अशिति इति तत्र अशिति इत्यस्य सम्बन्धषष्ठी अत्र एचः अशिति इति कीदृश अशिति इत्युक्ते एचः अशिति इति लपि इति च इत्यस्य समुच्चयः तु ल्यपि इत्यनेन क्रियते च ल्यपि च इति तादृश अस्तु धन्यवादः भगिनि अहमपि पठामि वा अन्ये सर्वे पठितवन्तः वा उकारान्त मणिमहोदय उक्तवान् खिल उकारान्तदातवः सामान्य उकारान्तदातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण यथा आ योगः हु योगः ल्यप् हु इति ह्रस्व स्वरः अस्ति, उकारः अस्ति अन्ते इति कृत्वा ह्रस्वस्य पिति कृति तुक् इति. अत्र तु ल्यपप्रत्ययः अस्ति, पृपित् अस्ति इति कृत्वा कृत् प्रत्ययः अपि अस्ति इति कृत्वा तुगागमः भवति इति सूत्रेण ह्रस्व उकारान्तधातुः तुगागमः भवति पिति कृतिपरे. आहु तुक्य आहु इत्य अत्र तु तुगागमः आद्यन्तौ टकितौ इत्यनेन आद्यन्तौ टकितौ इत्यनेन यत्र स्थानी अस्ति तस्मात् परे आगच्छति खलु. अत्र तु ह्रस्वस्वरः स्थानी अस्ति, ह्रस्वस्य इति स्थानी अस्ति इति कृत्वा हु इति उकारः स्थानी अस्ति तस्मात् प्राक् परम् आगच्छति. आहु इत्य इति भवति, आहुत्य इति प्राप्नुमः. अत्र आहूय इति न भवति वा? नैव, अहं स्मरामि आहूय इत्येव स्मरामि. अन्यकार्यमस्ति, हु धातोः उकारस्य ऊकारः भवेत् इति मन्ये. केन सूत्रेण इति स्मर्तव्यं खलु. सार्वधातुकयोः दीर्घः इति वा? न, तत् तत् ह्वेञ् धातोः भगिनी, अस्माभिः ह्वेञ् धातु पठितं, तत्र ह्वेञ् इत्यस्य ह्वा भवति. वचुसप्यजादीनाम् इत्यनेन सम्प्रसारणं भवति तत् आ ह उ य आहूय ह्वेञ् धातोः. हु इति दानादानयोः आदाने प्रीणने टु सेक्रिफैस् टु ईट् टु कन्स्यूम् इति अस्ति जुहोति इति. एकमेव धू धातुः अस्ति इति पश्यामि. तस्य तु ल्यप् तु आहुत्य प्रहुत्य इत्येव दत्तमस्ति, किन्तु आहू इति कीदृशधातुः अस्ति? धातु भगिनि, अस्माभिः पठितं आमां सत्यं. तत्र वा भवति सप्रसारणाचैत्यनेन उकार तिष्ठति. हलिचया हलः इत्यनेन दीर्घतत्वात् आहूय इति भवति. आहूय इति हलः इत्यनेन समीचीनं. हलः इत्यनेन अङ्गवयात् हलः उत्तरस्य सप्रसारणं तदङ्गस्य दीर्घादेशः भवति आहूय इति. वयं धातु धन्यस्ति भगिनि. ह्रस्वस्य पीति कृति तुक् पूर्वं पठितवन्तः इति कृत्वा केवलं तत्र किम् अस्ति अत्र अस्ति पठामि. ह्रस्ववर्णस्य तुगागमः भवति कृत्संज्ञके पृत्प्रत्यये पित्प्रत्यये परे. काशिकायां पिति कृति परतः ह्रस्वान्तस्य धातुः तुगागमो भवति. अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अथवा ह्रस्व अकारः, येषां ह्रस्ववर्णानां तुगागमो भव एतेषां ह्रस्व ह्रस्ववर्णानां तुगागमो भवति पिति कृति परे. प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत्. अपित् कृत् प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति. कृयोगः इक्त इति इक्ते प्रत्ययः तु कृत् अस्ति किन्तु अपित् अस्ति इति कृत्वा अत्र तु तुगागमः न भवति. यद्यपि तत्र ह्रस्वऋकारान्तधातुः अस्ति तदा तु केवलं कृत इत्येव प्राप्नुमः, अत्र ऋकारस्य तुगागमः न भवति. एवमेव हूतं हृतम्. अकृत् पृत् प्रत्यये अपि तुगागमः न भवति. कृत् अस्ति अकृत् पित् प्रत्यये परे, यत्र पित् अस्ति किन्तु अकृत् अस्ति चेत् कृत् नास्ति चेत् तत्रापि तुगागमः न भवति. तदिदे सति पटुतर तरः पटुतमः तरप्रत्ययौ. प्रत्ययः कृत् तिप् अस्ति चेदपि धातुवान्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति. उदाहरणम् आ इति दीर्घस्वरः वर्तते अन्ते, क्षम्यतां तत्र तु किम् अस्ति उपसर्गः अस्ति. अनन्तरं लु इति अन्ते तु दीर्घस्वरः अस्ति, योगः ल्यप् आलूय इति उकारस्य तुगागमः न भवति. एवमेव सम्भूल्यप् सम्भूय इत्येव. ह्रस् ह्रस्वस्य षष्ट्यन्तम् इति सप्तम्यन्तं कृतिसप्तम्यन्तं सुप्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं ह्रस्वस्य पिति कृति तुक् इति प्रश्नः अस्ति वा तत्र प्रदृ ल्यप् इति अस्ति प्रदृत्य इति भवति खलु अरुणा भगिनी पठति वा भगिनि आं भगिनि वेदे यु क्लु धात्वोः दीर्घत्वं ल्यपि वेदस्य विषये यून् क्लु इति द्वयोः धात्वोः दीर्घादेशः भवति लपि परे सूत्रमस्ति यु क्लुवो दीर्घच्छन्दसि इति सूत्रेण अन्यपूर्व वियूय यत्र नो दक्षिणा परिल्लु परिल्लूय ओके वेदे द्वौ दातवः सन्ति यु प्लु ते ते विषये कृते दीर्घोत्तमं भवति लपि परे केवलं वे छन्दसे एव सूत्रमस्ति यूलुवो दीर्घश्च छन्दसि इति सूत्रेण उदाहरणं धान्य धान्यान् अपूर्वं विलूय यत्र नो दक्षिणा परिलूय परिप्लूय सूत्रं विशेष विवरणं भवति यूप्लुवो दीर्घश्छन्दसि यु ब्लु इत्येत एतयो यपि परतः छन्दसि विषये दीर्घो भवति यु नु षष्ठ्यन्तं दीर्घं प्रथमान्तं छन्दसि सप्तम्यन्तं त्रिपदमिदं सूत्रं लपि लघुपूर्वात् इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अङ्गस्य चेत् अधिकारः अनुवृत्तिसूत्रं यु प्लुवोः अङ्गयोः दीर्घः ल्यपि छन्दसि अत्र केवलं वेदे विषये यु धातु प्लु धातु लप् लप् परे दीर्घः भवति युः योगः ल्यप् यु युलु यु धातु अस्ति चेत् युया भवति प्लु धातु अस्ति चेत् परिलूया परिप्लूय तावदेव छन्दसि विषये एव केवलं महोदयेन उक्तं छन्दसि विषये एव वेदेषेव तादृशं सूत्रं नास्ति चेदपि ह्रस्वस्य प्रतिकृति तु इति न इति भवति एव किल भवति इति वा किं महोदय इति महोदय पुनः पुनः दीर्घत्वं भवति इति वेदेषु यु इत्यस्य अन्तिम उकारस्य दीर्घत्वं भवति इति सामान्यलौकिकविषये तु तुगागमः भवति खलु ह्रस्वस्वरः अस्ति इति कृत्वा वियुत्य भवति सो लोके ऐ मीन् भाषायां तु दीर्घत्वं न भवति इति आशयः ओहो छन्दसि अपि छन्दसि इति उक्त्वा द्विभाषा इति वा स्वीक्रियते वा अस्तु न वेदेषु इति स्म इति जानामि परन्तु तत्र विभाषः वा बहुलत्वं स्वीक्रियते वा इति न तत्तु छन्दसि बहुलम् इति सामान्यतया एव अस्ति छन्दसि सर्वे विधयः विकल्प्यन्ते इति अस्ति सर्वत्र बहुलं भवति अस्तु अस्तु कुत्रचित् भवति कुत्रचित् प्रवृत्तिः कुत्रचित् प्रवृत्तिः भवति यत्र न प्रवृत्तिः भवति तादृशं भवति भगिनि बहुलम् इत्युक्ते किं बहुलमिति वयं पूर्वं पठितवन्तः खलु भगिनि तत्र कुत्रचित् प्रवृत्तिः अप्रवृत्तिः इति अहम् एकविंशवारं प्रवृत्तिः अहं वदामि तत्र किम् क्वचित् प्रवृत्तिः क्वचित् अप्रवृत्तिः क्वचित् विभाषा क्वचित् अन्यदेव विदेहे विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति इति बाहुलकं चतुर्विधाः भवन्ति इति चतुर्विधा भवन्ति इति शब्दं मलर्म क्वचित् प्रवृत्तिः यत्र अप्रवृत्तिः भवति तत्र प्रवृत्तिः भवति क्वचित् यद्यपि विधिः अस्ति तथापि अप्रवृत्तिः भवति विदेहे अप्रवृत्तिः क्वचित् विभाषा क्वचित् विकल्पेन भवति क्वचित् अन्यदेव इत्युक्ते कुत्रचित् भवति न भवति इति तादृशमपि भवति यद्यपि केषाञ्चन धातूनां प्रायः भवति केषाञ्चन धातूनां न भवति इति तादृशं बहुविधाः भवन्ति इति तादृशं तत्तु बाहुलकं तादृश चतुर्विधबाहुलकं सामान्यतया वदन्ति. अस्तु अस्तु धन्यवादः. धन्यवादः. सूत्रं भगिनि नमस्कारः. सूत्रं नास्ति भगिनि, तत्र किम् अस्ति लक्षणं वदन्ति तत्र परिभाषा अपि नास्ति, केवलं तत्र लक्षणं आचार्यैः तत्र उक्तम् अस्ति इति मन्ये कुत्रचित् लक्षणं व्याकरणे तस्य बहुलम् इत्यस्य लक्षणम् उच्यते आचार्यैः. तत्र किम् अस्ति एतत्तु वयं किं वदामः कारिका वर्तते, अग्रे पश्यामः. ऊकारान्तदातवः इति खलु अधुना मणिमहोदय पठति वा महोदय. ऊकारान्तदातवः सामान्य ऊकारान्तदातूनां किमपि कार्यं नास्ति. ऊकारः दीर्घः इत्यस्य कारणेन ह्रस्वस्य प्रसक्तिः नास्ति. उदाहरणमस्ति वि युह दु युह य वि युह दु युह य विदूय. अत्र उकारान्तदातूनां दीर्घत्वं रसप्रतिकृति इत्युक् इति सूत्रेण दीर्घत्वं नास्ति. कारणमस्ति पूर्वमेव उकारः अस्ति. रसस्य प्रतिकृति इत्युक् इति तुगागमः अस्ति खलु, न तु दीर्घत्वम्. अयं ह्रस्वस्य क्षम्यतां महोदय, ह्रस्वस्य एव तुकागमः भवति, परन्तु अत्र दीर्घत्वमस्ति दूधातुः, अतः अत्र तुकागमः न भवति. उदाहरणे वियोः दु विदूय, तदेव संयोः भूयोः सम्भूय इति मरुवचि पठामि वा अन्यः अन्यः पठतु महोदय. मृदातुः वचतु महोदय. अन्यः कस्य कर्म अस्ति अग्रे तत्र कस्य क्रमः आसीत्? विमलभगिनी भवत्याः क्रमः आसीत् खलु. आं भगिनि सम्भूय अभवत्. अस्तु, भ्रूधातोः वच् आदेशः सर्वेषु आर्धधातुकप्रत्ययेषु प्रत्ययेषु परेषु भ्रूधातोः वच् आदेशः भवति, धात्वादेशः. यथा प्रभ्रूल्यप् भ्रुवो वचिः इत्यनेन आर्धधातुकप्रत्यये परे भ्रूधातोः वच् आदेशः प्र वच् य इति. वचिस्वपियजादीनां खिति इत्यनेन सम्प्रसारणं भवति. अत्र व इत्यस्य उ योगः अ च य सम्प्रसारणाच्च इति अकार उकारयोः पूर्वरूप एकादेशः भवति. इत्युक्ते उ इति भवति प्र उय प्र उच्य प्र उच्च. अत्र सार्वधातुका पुगत् एकनिमिषं प्र इत्यत्र प्र उ तत्र प्रो इति किं भवति गुणादेशः भवति प्र उच्य. परन्तु अच् अस्ति चेत् पूर्वरूप एकादश तु सम्यक् अस्ति. प्र उच् इत्युक्ते पृच् इति अस् इत्युक्ते पुगन्तलघुपदे लघुपदस्य इत्यनेन उपधायां स्थितस्य लघु उकारस्य ओकार भवति, गुणादेशः भवति, प्रोच् प्रोच् भवति न भगिनि, किमर्थं एकनिमेष, ल्यप् इति अर्धधातुकप्रत्ययः अस्ति खलु, प्र अत्र गुणकार्यं नास्ति, अत्र अकारः उकारः अस्तु, अङ्गकार्यं गुणादेश अतो गुणे, अतो गुणे वा अङ्गकार्यं प्रथमं भवति खलु, अस्तु अस्तु, आम् आं भवति सम्यक् सम्यक् अस्ति, प्र उप्रो सम्यक् सन्धि सन्धि भवति, सन्धिकार्यं करेक्ट् करेक्ट्, तत् न भवति खलु, प्र उप्रो भवति खलु, उकार अकारयोः सम्प्रसारणाच्च इति पूर्वरूप एकादश भवति, प्रयोगः उप्रो प्रोच् य प्रोच्य इति अकार उकारयोः ओ भवति खलु गुण गुणकार्यं संहितायां गुणकार्यः भवति प्रोच्य कार्यं नास्ति अकारः उकारः आं भगिनि सन्धिकार्यं स्पेसिफिकलि विद्याभगिनी सन्धिकार्यमपि गुणकार्यं सन्धिः अपि गुणकार्यं गुणसन्धिः अपि गुणकार्यम् अस्ति खलु भगिनि न वा अङ्गकार्यम् अपि गुणकार्यमेव अस्ति खलु अङ्गकार्यं भगिनि उच्चयोगः अर्धधातुकप्रत्ययः प्र उच् प्रयोगः उच् प्रयोगः अङ्गकार्यम् अङ्गकार्यं खलु तत्र परन्तु तस्य कृत्सं संज्ञा किं न प्रयोगः अङ्गकार्यं भगिनि अत्र तु प्रच् प्रौच्य इति भवति तत्र न प्रोच्य भवति न प्रोच्य इति आद्गुणः इति भवति प्र इति पदं इति सन्धिः अस्ति गुणसन्धिः अस्ति तावदेव तदेव भगिनी उक्तवती गुणकार्यं गुणसन्धिः अस्ति गुणसन्धिः अस्तु भ्रुवचिः भ्रुवो वचिरादेशो भवति अर्धधातुकविषये भ्रुवः वचिः आदेशः भवति अर्धधातुकविषये इकारः उच्चारणार्थः भ्रुवः षष्ठी एकवचनं वचिः प्रथम एकवचनं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्रुवः वचिः आर्धधातुके केवलं धात्वादेशः भवति आर्धधातुके प्रत्यये परे इति अत्र दत्तम् अग्रे अन्य कोऽपि पठेत् किं वचुसुपि अजादिनाम् इति अस्माभिः पूर्वं पठितमस्ति इति भाति सम्प्रसारणाच्च तदपि अस्माभिः पठितं तर्हि ऋकारान्तधातव केवलं प्रथमवाक्यम् अन्तिम अनुवृत्तिसहितं पठति वा का मया एव पठनीयम् अहमेव पठामि आं भगिनि पठतु अस्तु वचिस्वपि यजादीनां किति वच् स्वप् यजादीनाम् इत्यत्र बहवः धातवः सन्ति यज् वप् वह् वस् वद् वै ह्वै श्वी व्यै इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे यज् आदिः येषां ते यजादयः वचिश्च स्वपिश्च यदा यजादयश्च तेषामिदरेतरद्वन्द्वः अनुवृत्तिसहितसूत्रं वचिस्वपि यजादीनां सम्प्रसारणं किति किति परे येषां धातूनां सम्प्रसारणं कार्यं भवति अत्र सम्प्रसारणाच्च इति अस्माभिः पूर्वं पठितम् अनुवृत्तिसहितसूत्रमस्ति सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वसंहितायाम् इत्युक्ते संहितायाम् अचिपरे सम्प्रसारणात् पूर्वपरयोः एकः पूर्वरूप यदा एकादेशः भवति इति सम्य साधु वा भगिनी आं भगिनी सम्यक् अस्ति तर्हि ह्रस्वस्य ऋकारान्तधातुः करणीयं किम् अन्यः करोतु वा महोदय हरिदास् महोदय एवम् एवं ऋकारान्तधातवः सामान्य ऋकारान्तधातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण, यथा वि हृ ल्यप् ह्रस्वस्य पिति कृति तुक् इत्यनेन ह्रस्व उकारान्तधातोः तुगागमः भवति इति कृति परे ओके विहृतुप्य इति विहृत्य इति आगच्छति एवमेव प्रहृत्य उपकृत्य आवृत्य ह्रस्वस्य पिति कृति तुक् ह्रस्ववर्णस्य तुगागमः भवति कृत्संज्ञके पित् प्रत्यये परे काशिकायां पिति कृति परतः ह्रस्वान्तस्य धातोः तुगागमः भवति अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः अथवा ह्रस्व अकारः येषां ह्रस्ववर्णानां तुगागमः भवति तेषाम् इति किल तेषां ह्रस्ववर्णानां तुगागमः भवति इति कृति परे प्रत्ययः कृत् अपि भवेत् ल्यप् तु कृतेव पित् अपि भवेत् अत्र तत्र प इति इत् अपित् कृत् प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति ओके कृ प्लस् क्त उदाहरणं कृ योगक्त इति वा सो तत्र ककारः तु इत्संज्ञकः तस्मात् पित् न भवति तस्मात् तुगागमः न आगच्छति अत्र ऋकारस्य तुगागमः तुगागमः न भवति एवमेव कूतं पुनः क्त प्रत्यय एव कृतं तत्रापि क्त एव प्रत्ययः अकृत् प्रित् अकृत् पित् प्रत्यये परे अपि तुगागमः न भवति एक्साम्पल् तद्धिते ओके तद्धिते सति पटुतरः सो इफ् इट् तरपन्तमं तत्र उकारः तु ह्रस्व एव परन्तु तरप् इति तद्धितप्रत्ययः तस्मात् ह्रस्वस्य पिति कृतु इति सूत्रस्य प्रसक्तिः नास्ति पटुतमः प्रत्ययः कृत् तिप् अस्ति चेद् अपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति आलूल्य आलूय ऊकारस्य तुगागमः न भवति एवमेव सम्भूल्यप् सम्भूय ह्रस्वस्य षष्ठ्यन्तम् इति सप्तम्यन्तम् कृति सप्तम्यन्तम् तुक् प्रथमान्तम् अनेकपदम् इदं सूत्रम् सूत्रम् स्वयम् सम्पूर्णम् ओ सम्पूर्णम् ओके ह्रस्वस्य पिति कृति तुक् धन्यवादः महोदय मणिमहोदय भवान् न पठितवान् खलु द्वितीयवारं पठति वा महोदय ऋकारान्तदातवः इति ऋकारान्तदातवः इति मणिमहोदय मया न पठितम् एव भगिनि अस्तु भगिनि आं भगिनी बहु बहु विलम्बेन आगतवती समथिङ्ग् एल्स् गोयिङ्ग् आन् ज़ूम् सो सारी पठतु पुष्प भगिनी पठतु महोदय तत्र स्वस्य पर्यायं भवति अस्तु भगिनि ऋकारान्तदातवः दीर्घऋकारान्तधातूनात् ह्रस्व इकारादेशः ह्रस्व इकारादेशः भवति कितिनिति प्रत्यये पदे ऋतः ऋत इद् धातोः इति सूत्रेण अन्नगुणस्य द नम्बर्स् ओके ओके 81100 तदा उरण्ड्रपरः 1151 इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदारपरः भवति अन्ते हलीच्छा इत्यनेन रेफान्तानां धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलि परे अस्ति अस्तु एतत्तु दीर्घऋकारान्तधातु धातूनां किं कार्यम् आगच्छति इति वदति दीर्घऋकारान्तधातूनां ह्रस्व इकारादेशः भवति किति निति प्रत्यये परे ऋत इद्धातोः इति सूत्रेण. तत्तु उरण्ड्रपरः इत्यनेन ऋकारस्य स्थाने अण् आदेशः भवति. तत्समये सः अण् सदा रपरः भवति. तद्वदति तत्तु हल् आगच्छति इति. अत्र हल् वर्णः आगच्छति. अन्ते हलिच इत्यनेन रेफान्तनां तत्ते तद् हल् हल् वर्णः अस्ति न रेफान्त. अत्र ते धातूनां तेषां धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे. हल् हल् अति अस्ति चेत् परन्तु तत् तत्तु तः तं ते अस्तु भगिनि. यथा उत् योगः तृ ल्यप् योगः ल्यप् ऋत इद्धातोः इत्यनेन दीर्घऋकारान्तधातूनां ह्रस्व इकारादेशः भवति किति निति प्रत्यये परे. उत् योगः ति योगः य उरण्ड्रपरः इत्यनेन ऋकारान्तस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदारपरः भवति. तत्तु उत् योगः तिर् ति अस्ति अत्र. तत्तु पूर्वे ऋतयुद्धातोः इत्यनेन तृ ति आगच्छति. अत्र उरण्ड्रपरः इत्यनेन तिर् आगच्छति. तिर्योगः या ल्यप्तुल्या या एव तिष्ठति. हलिच इत्यनेन रेफान्तानां धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे. तत्तु उत् योगः तीर्योगः या उत्तीर्य इति आगच्छति. विवरणं कृतम् न भगिनि? विवरणं कृतम् इदानीम् आं भगिनि. साधु एवमेव एते सर्वे समरी एल्स् केन् रीड् इट् अस्तु मणिमहोदय करोतु महोदय. विजीर्य विजीर्य अस्तु अस्तु महोदय. एवमेव वियोः जृयोः ल्यप् तथा एव तदा तीर्योः भवति धातोः इति जिरु इत्यस्य स्थाने इकार आदेशः अतः जि इति अस्ति. अनन्तरं उरण्ड्रपरः इत्यनेन रेपः रेपः आदेशः विजीर्य इति रूपं भवति महोदय. तदेव अनन्तरम् अन्य विजीर्य विकीर्य सङ्गीर्य पूरयामि वा आस्तूर्य विस्तीर्य विदीर्य विनीर्य सङ्ग्रीय स्थीर्य महोदय अस्तूर्य न अस्थीर्य आस्थीर्य आकारः अस्ति किल महोदय. आस्थीर्य समीर्य इति मन्ये अन्तिम समीर्य इति मन्ये. समीर्य राङ्ग्लि उक्तवान् न पठतु महोदय सूत्राणि पठतु महोदय. ऋतन्तधातोः अङ्गस्य ह्रस्व इकारादेशः भवति किति निति प्रत्यये परे. कित् नित् भिन्नप्रत्ययः परे चेत् गुणे सति इकारादेशस्य प्रसक्तिः न भवति. पुलन्तेश इत्यस्य सहायेन पूर्णतया धातोः स्थाने न अपि तु अन्त्यम् अस्य ऋकारस्य स्थाने ह्रस्व इकारादेशो भवति इकारादेशः येन विधि तदन्तस्य इत्यस्य सहायेन ऋत इत्यनेन ऋतन्तस्य इत्यस्य अपि ग्रहणम् ऋत षष्ट्यन्तम् इत् प्रथमान्तं धातौ षष्ट्यन्तं त्रिपदन्तं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनिवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् सूत्रं वदति ऋतः अङ्गस्य दीर्घ ऋकारस्य स्थाने इकार आदेशः इति सूत्रं वदति यदा नित् कित् नित् वर्तन भिन्नप्रत्यये वित् अस्ति चेत् तत्र ईकार आदेशः इति पूरणप्रपणामि महोदय महोदय पूरयतु अत्र कश्चन ध्वनिः अस्ति इति कृतं म्यूट् मध्ये भवामि कृपया पूरयतु उरण्डपुरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् यदा रपरः भवति ऋकारेण त्रिंशत् प्रकारः ऋकारः भवति इति बोध्यं रः परो यस्य सः रपरः उः षष्ट्यन्तम् अण् प्रथमान्तं रपरः प्रथमान्तं त्रिपदन्तं सूत्रम् स्थाने अन्तर्थम् इत्यस्य स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उः स्थाने अण् आदेशः सूत्रं वदति ऋकारस्य स्थाने अण् आदेशः इत्युक्ते अद अण् सदा रपरः इति ऋतयितातः चेत् ऋकारस्य इकारः भवति यदा अण् आदेशः इकारः अपि अण् वर्णः अद अत्र रेफः उरण्डपरः इति रपरः भवति अतः तीर्य इति अत्र भवेत् अली च रेपान्तानाम् अकारान्तानां च धातूनाम् उपतायां स्थितः इक् वर्णः दीर्घो भवति हलि पदे केन वदि तदन्तस्य इत्यनेन तदन्तविधिः अतः ऊर्वो इत्यनेन येषां धातूनाम् अन्ते रेपः वकारः च तेषां ग्रहणम् अलि सप्तमी अन्तं च द्विपदं द्विपदं सूत्रं शिपि धातोः रुर्वो इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रुर्वोरूपतायाः दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुर्वोः धातोः उपतायः इक् दीर्घः भवति अलिच इति सूत्रेण यदा धातुः रेपान्तः वा वकारान्तः चेत् अत्र उदासितस्य इक् वर्णः इ उ दि वर्णः अस्ति चेत् अत्र दीर्घत्वं भवति अलिपरे इति उच्यते आं महोदय धन्यस्ति महोदय तावदस्ति खलु कश्चन अपि किमपि अन्यत् वक्तव्यं वा केनापि नो चेत् विरमामः केवलं कक्षायाः विषये कश्चित् प्रश्नः एकनिमिषं मुद्रणं स्थगयामि